नमस्कारः. अद्यतनविषयः अस्ति अनुनासिकान्तम् अङ्गम् इति. पाठः प्रवर्तमानः अस्ति गतसप्ताहः. तर्हि हिमा भगिनी वदति किम् अत्र मुख्य अंशाः, सूत्राणि चत्वारि सन्ति. नमस्कारः महोदय. नमस्ते महोदय. कुतः आरम्भं करणीयं? चत्वारि सूत्राणां पुनरावलोकनं. प्रथमतया वा अनुदात्तोपदेशत्, ततः प्राक् मोनोदातोः अपि अस्ति, तदपि पठनीयं वा वक्तव्यं? अस्तु भगिनि, झटिति साराक्षरूपेण. अस्तु, मोनोदातोः इति यत्र मकारान्तदातवः सन्ति तत्र मकारस्य स्थाने नकारादेशः भवति, परन्तु इदं पदान्तकार्यं भवति. अतः पदान्ते यदि मकारान्तदातुः अस्ति चेत् तत्र मकारस्य स्थाने नकारः भवति इति. अपि च वोश्च इति सूत्रमस्ति यत्र एतदपि मकारान्तदातुः धातूनां कृते एव भवति. मकारान्तधातूनां नकारः भवति, परन्तु यदि मकारः वा बकारः वा परे अस्ति चेत्, इत्युक्ते प्रायः उत्तमपुरुष द्विवचने बहुवचने आगच्छति इति. तदनन्तरम् अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलि किङिति इति अस्ति. अत्र त्रयः बिन्दवः सन्ति. प्रथमं वन् धातोः कृते भवति, अपि च यत्र यत्र अनुनासिकान्त अपि च अनुदात्तः अस्ति, उपदेश अवस्थायां यदि अनुदात्तः अस्ति तादृशधातूनां कृते भवति, अपि च तनादिगणीयधातूनां कृते अपि भवति. निमित्तानि सन्ति झलादिप्रत्यये परे कितिङिति प्रत्यये परे इति. तर्हि अनुनासिक अनुदात्त उपदेश अपि च वनति तनोत्यादीनां अनुनासिकस्य लोपः भवति अत्र इति स्मर्तव्यम्. अपि च अत्र वनति इति सूत्रे यदुक्तं तत् स्तिपानिर्दिष्टम् इति कृत्वा अस्य सूत्रस्य प्रसक्तिः यङ्लुकि न भवति. तथैव तनादीनाम् इति गणेन निर्दिष्टम् इति कृत्वा यङ्लुकि अस्य सूत्रस्य प्रसक्तिः न भवति इति. आं भगिनि, जनसनखनां सञ्जलोः इति सूत्रमस्ति. सूत्रं त्रयाणां धातूनां कृते जनसनखन इत्येषां धातूनां कृते अनुनासिकान्त दातवः अपि च अङ्गकार्यम् अस्ति. अत्र अनुनासिकवर्णनकारस्य स्थाने आकारादेशः भवति. निमित्तमस्ति जलादि सन् प्रत्ययः, जलादि कित्नित् प्रत्ययः इति अस्ति. अत्र सन् इति धातुः तु अनुदातो उपदेश वनति तनोत्यादीनाम् इत्यस्मिन् सूत्रे तनादिगणे अपि अस्ति. अपि च एतत् सूत्रं विशिष्टसूत्रम् अस्ति, इतोपि विशिष्टसूत्रम्. अतः प्रतिपदोक्तत्वात् अथवा अपवादरूपेण सन् धातोः कृते नकारस्य स्थाने आकारादेशः भवति. अत्र जन सन खनाम् इति अस्ति खलु, अत्र जन् खन् इति एव धातवः तु जन् खन् इति एव सन्ति. तर्हि अकारः कुतः आगतः? उच्चारणार्थम् एव अस्ति, नो चेत् अन्यत् न न उच्चारणार्थं. कुत्रचित् पाणिनिः यः तादृशं करोति आकारं योजयित्वा. मम संशयः यः जातः अत्र अस्माकं प्रायः अग्रे वदन् मम संशयः आसीत् शपा अनुबन्धेन इति उक्तमस्ति खलु, तर्हि शप् निर्देशः कुतः क्रियते? उदाहरणमस्ति भगिनि अत्र दंश स्वञ्ज स्वञ्जां शपि इति एकं सूत्रम् अस्ति खलु, तत्र दंश स्वञ्ज स्वञ्ज इति निमित्तं तत्र दंश धातोः तत्र नकारस्य लोपः भवति, तत्र नुम् इत्यस्य लोपः भवति शपि परे, तादृशकार्यं यङ्लुकि न भवति. अस्तु, अनुनासिकस्य क्विज्जलोः क्मिति इति सूत्रमस्ति. एतत् किञ्चित् साधारणसूत्रं, सामान्यसूत्रम्. अनुनासिकान्त अङ्गस्य उपधायाः दीर्घ आदेशः भवति, निमित्तमस्ति क्वि जलादि कित्नित् प्रत्यये परे इति अस्ति. अनुनासिकस्य क्विजलोः क्मिति अपि च अनुदातोपदेश वनति तनोत्यादीनां सूत्रद्वयं पश्यामः चेत् अत्र वयं पूर्वं चर्चितवन्तः. अत्र अनुदातोपदेश वनति तनोत्यादीनाम् अनुनासिकस्य क्विजलोः इत्यस्य अपवादसूत्रमस्ति न वा इत्यस्मिन् विषये अत्र प्रायः मतभेदाः सन्ति. केचन अपवादरूपेण स्वीकुर्वन्ति, केचन अत्र यतोहि कार्यस्थलं भिन्नम् अस्ति. अनुदातोपदेश वनति तनोत्यादीनाम् इत्यस्मिन् सूत्रे अन्तिमवर्णस्य लोपः, परन्तु अत्र अनुनासिकस्य क्विजलोः इति उपधायाः दीर्घादेशः, कार्यस्थलं भिन्नम् इति कृत्वा तत्र अनुनासिकस्य क्विजलोः क्मिति इत्यस्य कार्यानन्तरम् अपि अनुदातो उपदेश वनति तनोत्यादीनाम् इत्यस्य कार्यं भवितुं शक्नोति. तत्र हन् इति दातुं स्वीकुर्मः चेत् तत्र अनुनासिकस्य क्विजलोः इति प्रथमं कार्यं करोति चेत् तत्र हान् इति भवति उपदादीर्घः. तदनन्तरमपि अनुदातो उपदेश वनति तनोत्यादीनाम् इत्यनेन तत्र नकारस्य लोपः भवितुम् अर्हति इति कृत्वा अत्र अनुदातोपदेश इति अपवादसूत्रं नास्ति इति अपि चर्चितवन्तः. तदनन्तरं अनुदातोपदेश वनति तनोत्यादीनाम् इत्यस्मिन् सूत्रे उपदेशे इति अस्ति इति कृत्वा तत्र मातृभिः उक्तमासीत् तत्र उपदेशे अस्ति इति कृत्वा औपदेशिक अवस्थायामेव सूत्रं कार्यं करोति इति कृत्वा अत्र अपवादरूपेण स्वीकुर्मः इति तदेव अन्तिमचिन्तनम् आसीत्. तदपि वदामि वा भगिनि? अस्तु, गमहन जन खन घसां लोपः किनत्यनङ्गि इति सूत्रमस्ति. अत्र एतावता अत्र पूर्वत्रीणि सूत्राणि तत्र जलादि कित्नित् प्रत्ययः निमित्तम्, अत्र तु अजादिकित्नित् प्रत्ययः अस्ति निमित्तम्. अत्र गम् हन् जन् खन् गस् इत्येषां धातूनाम् उपदा लोपः भवति अजादि कित्नित् प्रत्यये परे. एकः प्रश्नः अत्र अत्र भगिनी उक्तवती अनुनासिकस्य किब्जलोः किति अनुदातयोपदेशे इति सूत्रयोः प्रथमम् अनुनासिकस्य किब्जलो कार्यं करोति. अत्र हन् धातुः हान् इति भवति, अनन्तरम् अनुनासिकस्य सूत्रेण नकारलोपस्य हा इति रूपं भवति इत्युक्तः अतः अत्र अन्तर्जः अधो हेहे सूत्रं कार्यं कर्तुं न शक्यते अतः अत्र महोदय. सत्यं महोदय, आं महोदय, तथा नास्ति. तदेव माधुरिः अन्ते उक्तम् अपवादत्वेन स्वीकरणीयः इति, तर्हि अपवादत्वेन संशयः भवति कदा अस्माकं चर्चा जायते खलु तस्मिन् समये एतादृशचर्चा जाता इति, किमर्थं कार्यक्षेत्रं भिन्नम् इति कृत्वा अपवादम् इति कथं वदेम इति. किन्तु यदि वदामः चेत् अपवाद एतत्तु भगिनी यथा उक्तवती उपदेशवस्तायमेव तदायाति. निमित्तानि पश्यामः चेत् उदाहरणार्थं जलीमिति इति निमित्तं पश्यामः चेत् तस्य कार्यक्षेत्रं न्यूनम् अस्ति इति कृत्वा एतत् कार्यं करोति चेत् अन्यत् कार्यं न कर्तुं शक्नोति इति नास्ति खलु. पूर्वपद भगिनि तस्य तादृशवादः तु पूर्वपर इत्यस्ति एव कः सूत्रम् आरोपते आं महोदय, इदानीं मम प्रश्नः किमस्ति, हन्तेजः सूत्रमपि अधोगे सूत्रं नापि कार्यं कर्तुं शक्यते, बिकास् धातु हा इति भवति हन्स्य नकारस्य लोपो भवति अस्य अनन्तरम्। परन्तु महोदय अत्र हन्त हो हन्तेर्निन्नेषु हन्तेर्जः इति हि प्रत्ययस्य विषये वदति वा? अत्र हन्तेर्जः कार्यं न करोति वा मम प्रश्नः? न महोदय, अत्र चिन्तनार्थं वयं तथा उक्तवन्तः, अत्र अनुदात उपदेशवनति तनोत्यादीनाम् इत्यस्य अवसरः अस्ति वा, अन्यत्र लब्धावकाशः अस्ति न वा इत्यस्य कृते एव तथा वयम् उक्तवन्तः। परन्तु वयम् अनिष्टं रूपमेव प्राप्नुमः अत्र, हा इति भवति चेत् तत्र अनिष्टरूपमेव प्राप्नुमः, परन्तु चिन्तनार्थं तत्र अन्यत्र लब्धावकाशः अस्ति न वा इत्यस्य चिन्तनार्थं तथा उक्तवन्तः। परन्तु अन्ततो गत्वा यथा भगिनी उक्तवती अपवादरूपेण एव वयं स्वीकुर्मः, अतः इदानीं तादृशचिन्तनं त्यजामः। नाभ्यस्तस्य अचि पिति सार्वधातुके अजादिपित् सार्वधातुकप्रत्ययपरे आभ्यस्तस्य लघुपदगुणः न भवति। आनुवृत्तिसदसूत्रम् अचि पिति सार्वधातुके अभ्यस्तस्य अङ्गस्य लघुपदस्य गुणः न भवति इति। अत्र अजादिपित् एव प्रत्ययः अस्ति चेत् तस्य कार्यं भवितुम् अर्हति उक्तम्। महोदय, अनन्तरं परिभाषा उक्तमस्ति द्वयं न, अर्थः किं भवति इति किञ्चित् कृपया वदतु महोदय। यङ् लुक् सम्बन्धपरिभाषाद्वयं प्रकृतिग्रहणे यङ् लुगन्तस्यापि ग्रहणं परिभाषा एकाधिक एकशतम्। अनेन यत् कार्यम् औपदेशिकधातौ निर्दिष्टं तत् यङ् लुकि अपि निर्दिश्यते। प्रकृतिग्रहणे यङ् लुगन्तस्यापि ग्रहणम् इत्युक्ते यदि औपदेशिकधातौ यत् स्वीकृतमस्ति तत् तस्मिन् अपि यङ् लुकि धातोः अपि तस्य स्वीकृतं भवति। यथा प्रथमसूत्रं वयं पठितवन्तः अनुनासिकोपदेशे अनुदातोपदेशवनति तनोति इत्यादि अनुनासिकलोपो झलिङ् इति परे, तत्र वन् धातोः अनुनासिकात् अनुधातोः उपदेशधातो ते धातोः यथा अन्ये धातवः सन्ति भवादिगणे यथा यं रं गम् एते द्वादिगणे मन् अस्ति, हन् धातु अस्ति अदादिगणे, ते अनुनासिकान्त धातौ अस्ति, ते तेषाम् अपि न केवलं मूलधातोः तस्य प्रति एतस्य सूत्रस्य प्रसक्तिः अस्ति, अपि यङ् लुकि धातौ तस्मै तेषामपि प्रति एतत् सूत्रस्य प्रसक्तिः भवति। प्रकृतिग्रहणे यङ् लुगन्तस्यापि ग्रहणं यथा गतसप्ताहे एवं कृतवन्तः जङ्घन वा जङ् जङ् इति सूत्रस्य अग्रे पठामि। किन्तु शित्पा शपा अनुबन्धेन निर्दिष्टं यत् गणेन च यत्रैकाज् ग्रहणं चैव पञ्चतानि न यङ् लुकि परिभाषा एकत्रिंशदधिकम् एकशतम्। अनेन शित् प्रत्ययेन निर्दिष्ट शप् प्रत्ययेन निर्दिष्टम् अनुबन्धेन निर्दिष्टं गणेन निर्दिष्टम् एकाच् ग्रहणेन च इमानि पञ्चविधसूत्राणि यङ् लुकि न प्रवर्तनीयानि. अस्मिन् च उक्तं यत् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ् लुकि न भवति. यथा शीङ् सार्वधातुके गुणः इति सूत्रे शीङ् धातो गुणविधीयते ङकार इति संज्ञकवर्णम् अवलम्ब गकार इति संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते. यङ् लुगन्तप्रक्रियायाम् संज्ञकवर्ण अवलम्ब्य यत् कार्यं तत् न भवति. अतः यङ् लुकि शेषी धातु शेषेति शेषितः शेष्यति इति रूपाणि कृत्वात् एव गुण न अन्यत्र. एवमेव द्वादौ तुदादौ स्वादौ क्रियादौ इति सङ्केतेन श्यन् इत्याद्य विकरणप्रत्ययाः न विधीयन्ते यतोहि धातुगणेन निर्दिष्टाः. पाणिनः इति पदेन गणः निमित्तीकृत्यं यावत् कार्यं तत् सर्वमपि निषिद्धं यङ् लुकि. अतः केवलं शप् प्रत्यये शप् इत्येव भवति यतोहि शप् गणसम्बन्ध न अपि तु धातु साधारणेन विधीयते. धातुमात्रम् अपेक्षितं धातोः इति कृत्वा कर्तरि शप् अस्य प्रदर्शनार्थं कौमुदीकारः लिखति अत एव श्यन् आदयो न गणेन निर्दिशात् किं तु शबेव. एतत् सूत्रं निमित्तीकृत्यं पञ्च स्थायां पञ्च अवस्थायां निमित्तीकृतं यङ् लुकि धातुके निषेधः भवति. यथा प्रथमसूत्रम् अस्ति तस्य ग्रहणं न भवति. ते निमित्तीकृत्य बिन्दव अस्ति शिप्रत्येन निर्दिष्टं शप्रत्येन निर्दिष्टम् अनुबन्धेन निर्दिष्टं गणेन निर्दिष्टम् एकाच् ग्रहणेन निर्दिष्टं. यथा अनुदातो उपदेश अनुसवनति तनोति इत्यादीनि तत् एतस्मिन् सूत्रे गणेन निर्दिष्टमस्ति तनोति धातु. तन् धातु तत्र गणेन निर्दिष्टमस्ति. अत्र यङ् लुकि तनोति धातु यङ् लुकि धातु एतत् सूत्रस्य प्रसक्तिः न भवति. अनेन वनोति इति शित् पर्येन निर्दिष्टं कथं भवति. शकारस्य लोपः भवति लशकु तद्वते पकारस्य लोपः भवति हलन्त्येन तिष्ठति वनति इति भवति. तो वनति इति प्रथमा विभक्ति भवति. अतः वनति इति शित् इति निर्दिष्टम् अस्ति. अतः यङ् लुकि वनति धातो यङ् लुकि धातोः तस्य प्रति अनुदातोपदेश वनति तनोति इति सूत्रस्य प्रसक्तिः न भवति. शप्रत्येन अनुबन्धेन निर्दिष्टं तत् अहं न जानामि कथं भवति भगिनि. एतद्वे महोदय स्पष्टं कृतवान्. अन्यत् अस्ति कथं शीङ् धातु अदादिगणे अस्ति शीङ् सार्वधातुके गुणः. अदादिगणे विकर्णपच्य नास्ति तत्र गुणः न भवति. किन्तु शीङ् सार्वधातुके गुणः इति सूत्रेण सर्वे तिङ् प्रत्ययान प्रति तस्य गुण भवति. शीङ् सार्वधातुके गुणः यदि सार्वधातुक तिङ् प्रत्यय परे अस्ति न केवलं तिप् प्रत्यय यदि अस्ति किन्तु अत्र लघुतः अन्ति तेषां प्रति अपि गुणः भवति. यथा दत्तमस्ति शीङ् योग ति भवति ङकारस्य अनुबन्ध लोपः भवति शी भवति शेते इति आति शेते तदनन्तरं शेते ते इते शे इते अपि तत्र अपि भवति शयते शयते इति भवति किन्तु यङ्ग् लुकि धातुः शेषी धातुः भवति तत्र शीङ् सार्वधातुके गुण तस्य प्रसक्तिः न भवति तत्र केवलं शेषितः शेष्यतः शेष्यति इति भवति तिङ् प्रतिप्रत्ययः अस्ति तत्र गुण आगच्छति किन्तु तः अति यत्र अस्ति तत्र गुण न भवति तस्य शीङ् सार्वधातुके गुण इति न आगच्छति तथैव द्वादो त्रिदादो स्वादो क्रियादुगुणे यक् ये विकरणप्रत्ययः अस्ति ते गुण तस्य तेषां कारणं गुण न भवति तो अत्र अपि तस्य प्रसक्तिः न भवति एतत् सूत्र यङ्ग्लुकि धातो प्रति तर्हि किम् एक ग्रहणम् इति अस्ति तदपि दृष्ट्वा पुनः प्रायः सूत्राणि पश्यामि यत्र एक तदपि भवति किन्तु भगिनी कर्तरि शप् एतत् स्पष्टीकरो तदेव अधुनैव विद्या भगिनी उक्तवती खलु भगिनि द्वादिगणे किमित्युक्ते कुत्रचित् धातोः निर्देशः अस्ति उदाहरणार्थं षित् इत्यस्मिन् धातुनिर्देशः अस्ति तदर्थमेव षित् इत्यस्य प्रयोगः भवति खलु अनन्तरं शप् इति प्रत्ययः अस्ति तर्हि प्रत्ययः शप् इति प्रत्ययस्य निमित्तीकृत्य यत् कार्यम् अस्ति तादृशकार्यं न भवति इति अग्रे तर्हि शप् प्रत्यये निमित्तीकृत्य उदाहरणस्य कृते उदाहरणसूत्रं भगिनी उक्तवती दंशसञ्ज ञ्जां क्षति इति सूत्रमस्ति द्वादिगणे तर्हि तत्र नकारलोपः भवति शपिपरे तर्हि तादृशशपिपरे इति शप् यत्र निमित्तम् अस्ति तादृशसूत्राणां कार्यं निम्नलोके न भवति अस्तु किन्तु यदि कर्तरि शप् आगच्छति विकरणप्रत्यय तत्र तस्य प्रसक्तिः नास्ति परिभाषति इदानीम् अवगच्छामि अस्तु कुत्रचित् धातुनिर्देशः इत्यस्मिन् धातुनिर्देशः अनन्तरं शप् इत्यस्मिन् शप् इति प्रत्ययः अस्ति खलु तर्हि प्रत्ययः यत्र निर्दिश्यते प्रत्ययनिमित्तं कार्यं यत्किमपि अस्ति चेत् तद् न भवति अनन्तरं गणः तु धातुनिर्देशः अस्ति पुनः अनन्तरं एकात् अपि धातुः अस्ति एकात् ग्रहणं यत्र भवति तत्र कार्यम् इति अपि महोदय मणिमहोदय स्पष्टम् अभवत् इदानीं किञ्चित् अवगच्छामि वर्गस्य अनन्तरं ध्वनिमुद्रां अग्रे पठितुं परिभाषायाम् एकात् ग्रहणम् इति ततः अग्रे पठितुम् इच्छति किं महोदय तत् अवगच्छामि अर्थः अहम् अवगच्छामि परन्तु कथं भवति इति न अवगच्छ अनन्तरं पठित्वा अवगच्छामि महोदय पश्यामः पठति किं पङ्क्तिं पठति किं परिभाषायाम् एकाग्रहणम् इति किं महोदय परिभाषायाम् एकात् ग्रहणम् इति अर्थ अवगच्छामि ततस्परं पठतु पठामि ओके प्रकृतिभवने तत् सूत्रम् अनन्तरं सेकेण्ड् परिभाषायाम् एकात् ग्रहणम् इति यत्र परिभाषायाः विवरणानि दत्तानि तत्र द्वितीयपङ्क्ति परिभाषायाम् एकाच् ग्रहणम् इत्यस्य कथनेन एकाच् घटितानां सूत्राणां प्रवर्तनं यङ्ग्लुकि न भवति यदा एकाच् कुर्मः महोदय यदा एकाच् एकाच् उपदेशे अनुदात् इत्यनेन उपदेशे अनुदात् एकाच् अङ्गात् इत् न भवति. अनेन इडाहम निषेधः. यदा डुक्रेञ्च् करणे इति धातौ अकारात् परः ऋकारात् अनुदात् इत्यादयः अस्मात् परः इडाहमः न भवति. कृ यः तृच् कर्ता इति वः प्राप्ने इति धातौ वकारात् परः अकारः अनुदात् इत्यादयः अस्मात् परः इडाहमः न भवति. वः तृच् ओढः. किन्तु अयं निषेधः यङ्लुकि न भवति. तदर्थं जाहिता जाहिष्यति बेबेदिता इत्यादिषु स्थलेषु एकाच् प्रदेश अनुदात्त इत्यनेन इट् इत्यस्य निषेधेन न भवति. नूल् तृच् इत्यस्य इडाहम निच् प्रत्यये इडाहम अस्ति सेट् अस्ति चेत् इडाहम् अस्ति अन्यत्र न भवति. बट् किन्तु तत् सूत्रं किं वदति न अवगच्छामि महोदय. उपदेशे अनुदाता एकाशः अङ्गात् इत् न भवति इति तर्हि इत्युक्ते इडागमः निषेधः. उडुकृञ् करणे इति धातुः ककारात् परः ऋकारः अनुदातः इति खृ इति अस्ति खलु सः ऋकारः अनुदातः अस्ति. वयं धातुविज्ञानं तत्र अत्र सूची नास्ति अनुदातः इति सूचयितुं टिप्पणीं कर्तुं न शक्नोति खलु. किन्तु अनुदातः इति अस्माभिः अवगन्तव्यम् अवगन्तव्यं सः ऋकारः. तर्हि तादृश ऋकारात् परः यदागमः न भवति. एषः ऋकारः कृ इत्यस्मिन् ऋकारः अनुदातवर्णः इति कृत्वा अनन्तरम् इडागमः न भवति. तर्हि कृ योगः तृच् कर्ता इत्येव भवति. साधारणतया उदाहरणार्थम् अन्यत् तृच् यत्र इडागमः भवति इति पश्यामः चेत् पठिता इति पट्योगः तृच् पठिता इति आयाति खलु क्रीडागमः भवति. किन्तु अत्र इडागमः न भवति. किमर्थम् इत्युक्ते इत्युक्ते एकादशि कृदातुः अनन्तरम् उप अनुदात वर्णः अस्ति इति कृत्वा इडागमः न भवति. अनन्तरं द्वितीय उदाहरणमस्ति वः प्रापणे इति धातौ वकारात् परः अकारः अनुदातः इत्यतः अस्मात् परः इडागमः न भवति. वह् इत्यस्मिन्नपि प्रकारः वह्योगः तृच् ओढः इति आयाति. ओ इति अन्यद् भिन्नं कार्यमस्ति. किमर्थं वकारस्य ओकारः अनन्तरम् ओकारः कुतः इति भिन्नं भिन्नं कार्यम् ओडः इति. अतः अन्यत्र अन्यसूत्रं कार्यं करोति वा? इल्ल तत्र इष्टप्रत्ययः अस्ति खलु. तत्र च नास्ति इष्टप्रत्ययः. अनन्तरं किन्तु अयं निषेधः यङ्लुकि न भवति. यद्यपि इकृधातुः एकाचस्ति क्षम्यताम् एकाचस्ति अनन्तरम् एकाचस्ति इति कृत्वा एका सूत्रस्य निमित्तम् एकाच् इति अस्ति खलु. एकाच् ग्रहणम् अस्ति. तर्हि तादृश एकाच् ग्रहणम् अस्ति चेत् सूत्रस्य कार्यं न भवति. उदाहरणार्थम् अत्र सूतातुः अस्ति खलु गृहीता इति जाहिता इति प्रायः स्यात्. तर्हि तस्मिन् विषये जाहिता इति इकारः अस्ति खलु. ता इत्यस्मिन् पूर्वम् इडागमः आगतः. अनन्तरं जाहिष्यति इति पुनः इडागमः नृट्लकार इडागमः अस्ति इति कृत्वा अत्रापि इडागमः अभवत्. अनन्तरं विवेदिता इति. तर्हि अत्र इट् इत्यस्य निषेधः न भवति सूत्रे. सूत्रस्य कार्यं न आयाति. एकाच् इति उक्तम् अस्ति सूत्रे. तर्हि सूत्रस्य कार्यम् इत्युक्ते क्षिपा इत्यस्य उदाहरणार्थं यत् वयं पश्यामः अधुना वयं सूत्र अस्माकं पञ्चसूत्राणि अपि पश्यामः चेत् मोनोजातो अस्मिन् तु किमपि क्षिपा परिभाषायाः किमपि महत्त्वं नास्ति. अत्र कार्यं नास्ति. किन्तु अनुदातोपदेश वनतितनोत्यादीनाम् अनुनासिकलोपो जलिग्निति इत्यस्मिन् पश्यामः चेत् वनति इति अस्ति, तत्तु वन्धातुः अस्ति. वनति इति ष्टिप् निर्दिष्टं ष्टिपा निर्दिष्टमस्ति इति कृत्वा लिङ्लुपि कार्यं न भवति. पुनः तनोत्यादीनाम् इति अस्ति, के के धातवः सन्ति तनोत्यादिगणे धातवः इति पश्यामः चेत् तन् धातुः क्षण् धातुः, अनन्तरं क्षिण् वृण् सृण् गृण् वन् मन् इति धातवः सन्ति. तेषां तु कार्यं लिङ्लुकि न भवति इत्युक्ते अनुनासिकलोपः लिङ्लुकि न भवति तनादिगणे, तेषां तनादिगणे धातूनां इति परे जलिमिति. अनन्तरं तृतीयभागमस्ति अत्र अस्य सूत्रस्य अनुनासिकान्ताः अनुदातप्रदेशाः इति. तत्र तु यं रं नं गं हन् मन् इति, अत्र तु क्षिपा न निर्दिष्टम् एते धातवः. अनन्तरं शपा न निर्दिष्टम्, अनन्तरं गणेन न निर्दिष्टम्, एकाग्रहणमपि नास्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः एतेषां धातूनां कृते भवति यङ्लुकि. इत्युक्ते यं धातोः कृते यङ्लुकि अनुनासिकस्य लोपः भवति रं धातोः कृते इति तथा एव. अनन्तरं किमस्ति अत्र द्वितीयसूत्रं पश्यामः चेत् जनसनखनां सञ्जलोः इति पश्यामः चेत् अत्र तु स्टिप् निर्देशः किमपि नास्ति, शप् निर्देशः अपि नास्ति, अनन्तरं गणस्यपि निर्देशः नास्ति, एकाग्रहणमपि नास्ति, अनुबन्धेनपि न निर्दिष्टं. चिन्तितं तत्तु अहं अनुबन्धेनपि न निर्दिष्टम् इति कृत्वा अस्य सूत्रस्य कार्यं निश्चयेन यङ्लुकि भवति इति. अनन्तरम् अनुनासिकस्य क्विजलोमिति, तस्यापि निश्चयेन भवति खलु यङ्लुकि भवति. अनन्तरं गमहन जनघनगसां लोपः नित्यलङ्गि इति अस्य अपि कार्यं निश्चयेन भवति यङ्लुक्ति. धन्यवादः महोदय. महोदय किं कृतवान् सूत्रम् एतत्तु एषः विषयः पुनः अस्माभिः यङ्लुक् इति पाठे पठामः, किन्तु अत्र वयं स्वयं अनुनासिकान्तमन्दम् इति विषयस्य अभ्यासार्थं यङ्लुक् उचितं रूपं भवति इति कृत्वा यङ्लुक् रूपाणि स्थापयामः अस्मिन् पाठे. तर्हि तदर्थं परिभाषा अपि सूचितवान्. अस्तु भगिनि, अग्रे हो हन्तिर्निर्णेषु इति सूत्रमस्ति. अत्रापि हन् धातोः हन्ति इति उपयुज्य तत्र षष्टिरूपं भवति हन्ते इति. अत्रापि स्थिपा निर्दिष्टं भवति इति कृत्वा यत् भवत्या उक्तं तादृशम् अत्र अस्य सूत्रस्य प्रसक्तिः यङ्लुकि न भवति इति. अपि च सूत्रस्य सारांशः अस्ति हन् धातोः यः हकारः अस्ति तस्य स्थाने कवर्गादेशः भवति, निमित्तानि सन्ति इति णिति, नो चेत् नकारे परे अस्ति चेत्. अत्र अस्माकं कृते नकारः परे भवति इति कृत्वा अस्मिन् करपत्रे हन् अस्य सूत्रस्य प्रसक्तिः भवति अनुनासिकान्तधातुः अस्ति इति कृत्वा. यत्र नकारः हकारस्य परे, इत्युक्ते यत्र उपदालोपः भवति तत्र नकारः परे आगच्छति इति कृत्वा तादृशस्थलेषु अस्य सूत्रस्य प्रसक्तिः भवति. अपि च हकारस्य स्थाने कवर्गीयादेशः इत्युक्ते स्थानेऽन्तरतमः कारणेन तत्र तुल्यतमवर्णः भवति, चतुर्थवर्णः गकारः इति सूत्रस्य सारांशः. तदनन्तरं लोपोव्योर्वलि इति तु पूर्वं पठितसूत्रमेव. अत्र लोपः भवति व्योः इत्युक्ते वकारयकारयोः निमित्तं सन्ति, निमित्तमस्ति वलि. यदि वलादिप्रत्ययः अस्ति परे चेत् तत्र वकारयकारयोः लोपः भवति इति. अग्रे पठनीयं वा? अग्रे प्रायः साधयामि, रूपाणि साधयामि. अस्तु अग्रे पठतु भगिनि. अग्रे यकारान्तदातवः इति लोपि इति आरभ्य खलु, कुत्र लोपि इति, परन्तु यकारान्तदातवः त्यजामः वा? तत् उदाहरणार्थं कार्यसाधनार्थं रूपाणि हा रूपसाधनार्थं है इति स्वीकृतं तत्र. अस्तु लोटि इति, हा लोटि केषुचित् स्थलेषु असिद्धवत्राभात् इत्यनेन आभीयकार्यप्रसङ्गवशात् अतोहेः इत्यस्य दृष्ट्या पूर्वकार्यम् असिद्धम् इति कारणतः हि प्रत्ययस्य लुक् न भवति. अस्य उदाहरणम् उपदिष्ट हन् धातुः प्रसङ्गे लभ्यते. हन्तेर्जः इति सूत्रं वदति हि प्रत्यये परे हन् धातोः स्थाने ज आदेशो भवति. हन्तेः षष्ठ अनुवृत्तिसहितसूत्रमस्ति हन्तेः अङ्गस्य जः हौ इति. अत्र हन्तेर्जः अत्रापि हन् धातोः स्टिपानिर्दिष्टरूपं सूत्रे योजितमस्ति, अतः अस्य सूत्रस्य प्रसक्तिः अपि अङ्ग्लुकी न भवति. अपि च अत्र मध्यमपुरुष एकवचने एव अस्य सूत्रस्य प्रसक्तिः हि प्रत्यये परे इति. यदि हि प्रत्ययः परा अस्ति तर्हि हन् धातोः स्थाने झकारादेशः भवति. अपि च झकारः अनेकाल् अस्ति इति कृत्वा अत्र अनेकाल् षित् सर्वस्य इति पूर्णतया आदेशः भवति. इत्युक्ते हन् स्थाने झकारादेशः भवति इति. अस्य यदि पश्यामः हन् योगः हि इति मध्यमपुरुष एकवचने हन् स्थाने झकारादेशः भवति इति कृत्वा जहि इति रूपं भवति तत्र. अत्र यदि अङ्गम् अदन्तम् अस्ति तर्हि अतोहेः इति सूत्रस्य अपि प्रसक्तिः भवति. येन अतोहेः सूत्रमपि पठामि. अतोहेः सूत्रं वदति ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् लोपः भवति इति. अतः अङ्गात् हे लुक्, यदि अङ्गम् अदन्तम् अस्ति अदन्तं भवति तर्हि तत्र हि परे हे लुक् भवति इति सूत्रं वदति. सूत्रद्वयमपि अङ्गकार्यम् अस्ति. हन्तेर्जः इति षष्ठमध्याये चतुर्थपादे षट्त्रिंशत् अस्ति. अपि च अतोहेः षष्ठमाध्याये चतुर्थपादे पञ्चाधिक एकशतम् अस्ति. यदि सूत्रद्वयस्य प्रसक्तिः भवति तर्हि अत्र किमर्थं हन्तेर्जः इति योजयामः, अतोहेः अपि तस्य कार्यमपि भवितुम् अर्हति इति प्रश्नः उदेति. तर्हि अत्र विशिष्टसूत्रमस्ति, सूत्रद्वयमपि आभीयकार्ये स्तः. अपि च अस्मिन् प्रसङ्गे असिद्धवत् तत्राभात् इति सूत्रं वदति. यत् षष्ठमाध्यायस्य चतुर्थपादे द्वाविंशतिसूत्रमस्ति, कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति इति अधिकारसूत्रमस्ति. भस्य इति अधिकारसूत्रेण भसंज्ञासम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम्. असिद्धत्वत्राभात् इत्यनेन षष्ठमाध्यायस्य चतुर्थपादे त्रिविंशति इत्यस्मात् आरभ्य भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् एषां कार्याणां नाम आभीयकार्यम्. सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र आभात्. यत्र यत्र सूत्रसङ्ख्या वयं पश्यामः चेत् 6422 अन्तपर्यन्तं भवन्ति, ते आभीय कार्यम् इति वदामः. यदि सूत्रद्वयं सूत्रद्वयोः प्रसक्तिः भवति अपि च द्वयोः अपि समान आश्रयम् अस्ति तर्हि प्रथमसूर्य सूत्रमेव कार्यं करोति, द्वितीयसूत्रं प्रथमस्य कार्यमेव न पश्यति इत्युक्ते असिद्धं भवति तस्य दृष्ट्या. उदाहरणत्वेन अत्र वयं हि इति प्रत्ययं यत्र स्वीकुर्मः हन्योगः हि इति स्थितौ, इदानीं हन्तेर्जः इति सूत्रस्य प्रसक्तिः अस्ति, येन कारणेन अत्र जहि इति रूपम् आगच्छति. अपि च इदानीं ज इति अङ्गं हि प्रत्यय निमित्तीकृत्य अदन्तमस्ति चेत् अत्र अतो हेः तस्य कार्यस्य प्रसक्तिः प्राप्तिः भवति वा न वा इति संशयः उदेति. इदानीं पश्यामः चेत् हन्तेर्जः अपि हि इति प्रत्ययम् आश्रित्य एव भवति, अपि च अतो हेः अपि हि इत्येव तस्य निमित्तमपि अस्ति इति द्वयमपि समान आश्रयं स्वीकरोति, अपि च सूत्रद्वयमपि आभीयकार्ये भवन्ति इत्युक्ते षष्टमाध्यायस्य चतुर्थपादे एव सन्ति, यत्र 36 अपि च 105 इति सूत्रसङ्ख्या अस्ति. अतः अतोहेः परसूत्रमस्ति यस् येन दृष्ट्या हन्तेर्जः अत्र परसूत्रं पूर्वसूत्रम् इति किमपि अत्र केवलम् एकं कार्यं कृतं परं वा पूर्वं वा एकं कार्यं परं कार्यं कृतं चेत् परमिति न वक्तव्यं, द्वितीयमिति वक्तव्यं, परमिति न वक्तव्यं, द्वितीयं कार्यं न भवति प्रथममेव भवति, अतः हन्तेर्जः कारणेन जहि इति रूपं सिद्ध्यति. अपि च अतो हेः इति हन्तेर्जः सूत्रं न पश्यति, तस्य अन्येव अस्ति न तु ज इति. किन्तु हन्तेर्जः न कार्यं करोति चेत् अतो तस्य प्रसक्तिः पुनः न आयाति एव, प्रथमं हन्तेर्जः इत्येव भवति यद्यपि पूर्वसूत्रमस्ति तद् अभवत्, तर्हि अतो हेः द्वितीय आभीयकार्यसूत्रं न पश्यति हन्तेर्जः इत्यस्य कारणे. धन्यवादः. धन्यवादः. विद्याभगिनी वदति किं व्यङ्ग्योपि एकस्य विषयं किमपि अस्ति अग्रे अग्रिमपङ्क्तिद्वयमपि प्रायः न श्रुतवती, म्यूटेड् अस्ति भगिनि, म्यूटेड् अस्ति. कः महोदय? विद्या भगिनि. किं करणीयं भगिनि? अत्र असिद्रान्तेर्जः इति तद् अनन्तरम् असित्रवत् तत्राभात् इति असिद्रवत् इत्यनेन अतोहे इति सूत्रस्य दृष्ट्या अन्तेज इति तस्मात् पूर्वमपि एकं हन्तेज हन्तेज अस्तु हन्तेज षष्टमध्यायस्य चतुर्थपादे षट् सूत्रम् अतोहे षष्टमध्यायस्य चतुर्थपादे पञ्च अधिक एकशतं सूत्रम् इत्याभ्यां यत् कार्यं सिद्ध्यति उभयत्र तत् कार्यम् आभीयकार्यम् द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते तस्य कार्यस्य आश्रय हि प्रत्ययः. अतः एकवारं यदा एकं हि प्रत्यय आश्रितम् आभीयकार्यं जातं तदा यदा द्वितीयं हि प्रत्यय आश्रितम् आभीयकार्यं विधीयते तत् कार्यं प्रति प्रथमम् आभीयकार्यम् असिद्धं भवति. इदानीं हन्ते ज अतोहे द्वयोः सूत्रयोः आश्रयः अस्ति इति तस्य निमित्तमस्ति हि प्रत्यय तस्य परे यदि अस्ति तत् अपि आभ्यकार्यं भसंज्ञा इति यद् ते तत् सूत्रे आगच्छन्ति यदि हन्ते च प्रथमं कार्यम् अस्ति तथा हन् योग हि तत् हन्तातो प्रति हन्तातो जपान आगच्छति जहि इति भवति इदानीं जहि यदि भवति तदनन्तरम् एकवारं दशभ अभियकार्यम् अभवत् इदानीं द्वितीय अर्थोवे अपि कार्यं कर्तुं शक्नोति यथा जकारस्य परे अकारः अस्ति हि अस्ति हि प्रत्यय तस्य निमित्तम् अस्ति किन्तु द्वितीय कार्यं प्रति यदि हन्ते जति कार्यं प्रथमम् अभवत् तत् कार्यम् असिद्धं भवति अतः अर्थोवे तस्य प्रसक्तिः न भवति प्रसक्तिः अस्ति किन्तु फलितं न भवति असिद्धं भवति यतोहि इदानीं भगिनि अत्र भस्य इति अधिकारसूत्रेण भसंज्ञासम्बद्धकार्याणि भवन्ति इति अस्ति किल तत्र विषयं किञ्चित् वदति वा अधिकारसूत्रं भस्य इति असिद्धवत् तत्र भात् सूत्रे उक्तमस्ति किल भगिनि भस्य इति सूत्रमपि अन्तर्गतः अस्ति इति अवगच्छामि किन्तु अन्यत् किमपि तद् भस्य इति अधिकारसूत्रं सूत्रे तु अन्ये यावन्तः सूत्राणि सन्ति ते सर्वे अत्र अभात् इति आगच्छन्ति इति अन्तर्भूतः भवन्ति भस्य इति अन्तपर्यन्तं भस्यकार्याणि अधिकारः भवति ते अपि अस्मिन् सूत्रे एव अन्तर्गतः इति भगिनि उदाहरणार्थं भसंज्ञा कुत्र वयं पठामः इत्युक्ते यत्र प्रातिपदिकस्य रूपाणि निर्माणं कुर्मः यत्र विभक्तिरूपाणि तादृश तत्र अस्मिन् स्थले भसंज्ञासूत्राणि अनेकानि सन्ति प्रायः तत्र अवलोकनीयानि तत्र इति कृत्वा एकं कार्यं करोति चेत् द्वितीयं कार्यं करोति इति मनसि भगिनि स्पष्टी कर्तुम् अहं पृच्छामि यदा अत्र दत्तमस्ति अभ्यकार्यं जातं यदा तदा द्वितीय हि प्रत्ययाश्रितम् आभ्यकार्यं विधीयते तत् कार्यं प्रति प्रथमम् आभ्यकार्यम् असिद्धं भवति इत्युक्ते अतो हे हन्ते तस्य कार्यं न पश्यति हन् योग हि एव पश्यति तथा अतो हे तस्य कार्यं न भवति इति अत्र किम् इत्युक्ते अत्र अतोहि यद्यपि परस्पुत्रमस्ति प्रथमं हान्योगः इति अस्ति तर्हि हन्तेर्यः इत्यस्यैव प्रसक्तिः अस्ति अस्मिन् सन्दर्भे तर्हि हन्तेर्यः आगत्य कार्यं करोति किन्तु किम् इत्युक्ते हन्तेर्यः इति आधीयसूत्रमस्ति आधीयकार्यमस्ति तत् अभवत् अनन्तरम् अधुना अतोहेः यद्यपि अकारः अस्ति इति अस्ति किन्तु तथापि अभि हि प्रत्ययनिमित्तीकृत्य हि इति आश्रित्य एव कार्यम् अभवत् इति कृत्वा द्वितीयम् अभ्यकारम् अभ्यकार्यं तत् तदेव समाश्रितम् समानाश्रितम् अभ्यकार्यं न भवति अस्तु अन्यत् अभियन्कार्यमस्ति समानाश्रितं नास्ति चेत् भवितुम् अर्हति अभ्यकार्यमस्ति चेत् अपि भाषां कृतमस्ति असिद्धवत्प्राभात् इत्यनेन अतो हे इति सूत्रस्य दृष्ट्वा हन्तेज इति सूत्रेण यत् कार्यं जातं तत् कार्यम् असिद्धम् अस्ति अतः अतो हे इत्यस्य दृष्ट्या हन् धातोः स्थाने ज आदेशः न जातः तस्मात् अङ्गम् अदन्तं नास्ति अतः अतो हे इत्यनेन हि इत्यस्य लुक् न भवति हन् योग हि जहि जहि इति आगच्छति जहि विद्याभगिनी यङ्गलरूपं कारयामः हन्धातुः कृते एव गर्भसप्तके वयं हन्धातुः दृष्टवन्तः तर्हि यङ्गलरूपं जङ्गन् इति कृते पश्यामः मणिमहोदय अनन्तरं कृते यङ्गलरूपं मां पृच्छति वा हन्धातु जङ्गन् इति हन्धातोः यङ्गलुगन्तरूपं जङ्गन् जङ्गन्योः ति अत्र पित्तस्य अतः किमपि कार्यं नास्ति परन्तु नकारस्य अतः नशां पदन्तस्य जलि इति सूत्रम् अनन्तरम् अनुसारस्य एप्रसारणः अपि कार्यं करोति अतः हन्ति इति जङ्गन्ति इति रूपं प्राप्तम् अस्ति अनन्तरम् इति न भवति इति इति न कार्यं करोति अत्र महोदय यङ्ग्लुकि यङ्ग्लुकि कृत्वा जङ्गन्योः इति अत्रापि मेलनमेव जङ्गनीति इति रूपं भवति अनन्तरं ततः तः जङ्गन्योः तः अपि च जलि अपि अतः हन्धातु मध्ये उपदेशः न कार्यं करोति महोदय गम ततः तस्मात् पूर्वं किम् अस्माकं चत्वारि प्रमुखसूत्राणि सन्ति खलु तानि द्रष्टव्यानि आम् अनुनासिक उपदेशे वणति तनत्यादीनां सूत्रम् अस्ति अत्र यङ्ग्लुकि न भवति इति किञ्चित् पूर्वं चर्चितवन्तः यङ्ग्लुकि एतत् एव भवति किमर्थम् इत्युक्ते तस्य सूत्रस्य भागत्रयम् अस्ति वनति इति प्रथमभागः प्रथमं किं भागमस्ति अनुदातोपदेश अनुनासिकान्तः इति अस्ति खलु तर्हि प्रथमम् अनुदातोपदेश वनति इति प्रथमम् अस्ति अनन्तरं तनोति अपि गणः इति प्रथमं भागमासीत् अनुदातोपदेश अनुनासिकाः इति किमपि विशेषणविशेषभावः भवति खलु अनुदातोपदेश अनुनासिकान्ताः इति स्वीकर्तव्यः तर्हि तस्य तु क्षिपा न निर्दिष्टम् अनुबन्धेन न निर्दिष्टं शतापि न निर्दिष्टम् एकादिशमपि नास्ति इति कृत्वा तस्य तु ग्रहणं भवति एव इति हन्धातुः अनुनासिकान्त अनुदातोपदेशदातुः अस्ति खलु आवलिं करोति चेत् वयम् अवगन्तुं शक्नुमः प्रथमभागः अस्ति वनतेः इति अस्ति वनति इति अस्ति खलु वनतेः इत्यस्य तु वनति इति वन् इति एकमेव धातुः अस्ति अनन्तरं तनोत्यादिगणीयदातवः अनुनासिकान्ततनोत्यादिगणीयदातवः अग्रे सन्ति तन् क्षण् क्षण् ऋण् तृन् गृण् वन् मन् सन् इति सन्ति सन् इति तु भिन्नसूत्रमस्ति तर्हि एते दातवः सन्ति अनन्तरं तृतीयभागमस्ति अनुनासिक अनुदातोपदेश अनुनासिकान्तदातवः ए यं रं नं गं हन् वन् एते षड् दातवः अपि क्षिपा न निर्दिष्टं सपा न निर्दिष्टम् अनुबन्धेन न निर्दिष्टम् एकाग्रहणमपि नास्ति अनन्तरं किमपि गणेनपि न निर्दिष्टम् इति कृत्वा यङ्गलुकि तस्य कार्यं भवति एते चत्वारि चत्वारः ये धातवः सन्ति तेषाम् अस्तु महोदय इदानीं हन्धातु नकारस्य लोपं भवति, अनन्तरं जङ्गन् योहतः जङ्गतः महोदय जगतः अनन्तरम् अति अन्ति अन्ति वा महोदय अति जङ्गन् योः अति अत्र अति अजादि अपि जनकनमन अत्र हन् धातु अस्ति अतः जन जनहन जन दशां लोपो इति जनन्ति इति सूत्रं कार्यं करोति. अत्र उभधाः लोपो भवति जङ् जङ्न जङ्नति इति रूपम् अस्ति भवति. किमपि जङ्नति इति रूपं भवति. न भवति जङ्नति एव रूपं भवति. अत्र अन्ते धन्यवादः महोदय. किमपि वक्तुम् इष्टवान् किम्? भोः अन्ते सूत्रं कार्यं करोति वा इति न सन्देहः आसीत्. अत्र न भवति. धन्यवादः. हकारस्य कवर्गादेश भवति तत्तु अभवत् खलु एण्ड्लुकि तद् भूत्वा एव आगतम्. पूर्वमेव अभवत् तत् कार्यं यदा साधयामः तस्मिन् समये सूत्रं कार्यं करोति इति कृत्वा एव जङ्गन् इति भवति हकारस्य सम्यक्कारः. अत्र तु तत्र तु किमस्ति भिन्नकार्यमस्ति किं तत्र इङ्ग्लिके नकारः तु नकारः न अस्ति किल जङ्गम् कुहोत्सुः इति कार्येण तत्र नकारः कुतः आगतः महोदय? नकारः सूत्रं नीति इति अनन्तरं नकार इति अस्ति परे अस्ति चेत् इदानीं जङ्गन् इति रूपं भवति. नकारः परे अस्ति चेत् अत्र हो हन्ते निर्णेषु सूत्रं कार्यं करोति किल. किन्तु हकारमेव नास्ति खलु? आमां गङ्गकारं क्षम्यतां महोदय क्षम्यतां. पठितवती इति कृत्वा तत्र जङ्गल् इत्यस्मिन् जङ्गति तत्र वयम् अभ्यासकार्यमेव पठितवन्तः महोदय. तत्र अत्र अभ्यस्तस्य कार्याणि तावत् न जानीमः कथं घकारः आगच्छति. मुद्रणं श्रोतव्य अस्तु मध्यमपुरुषे वा जङ्गन्योगः सि इति स्थिति. इदानीं सकारः झलि अस्ति इति कृत्वा परन्तु पित् अस्ति अतः सूत्राणि विशिष्टसूत्राणि न कार्यं करोति. परन्तु अत्र नश्चापदान्तस्य झलि इति सूत्रं कार्यं कृत्वा जङ्घांसि इति भवति. अनुस्वारस्य यि पुरसवर्णः इति कार्यं न करोति यतोहि सकारः ययि नास्ति इति कृत्वा. अपि च जङ्गन्योगः ईशि ईशि तु पित्तस्य अत्र केवलं मेलनं भवति जङ्गनीशि इति रूपं भवति. अपि च तः द्वयमपि हलादिः अस्ति अपि च ङित्वत् इति कारणेन अत्र अनुदात्तोपदेश अनतितनोत्यादीनाम् अनुनासिकलोपः इति सूत्रेण अत्र नकारस्य लोपः भवति. यथा महोदयेन उक्तं समानतया अत्रापि जङ्गतः जङ्गथ इति रूपाणि. उत्तमपुरुषे अपि किमपि कार्यमेव नास्ति भगिनि. उत्तमपुरुषे इति पित्वात् कोऽपि अङ्गकार्यं न भवति, केवलं मकारझलि नास्ति, अपि सन्धिकार्यं न भवति. अतः केवलं वर्णमेलनं भूत्वा झङ्गन्मि इति भवति. इमि अपि अजादि पित् अस्ति, अङ्गकार्यं नास्ति, सन्धिकार्यम् अपि नास्ति, वर्णमेलनं भवति, झङ्गन्निमि इति भवति. वः मह अपि झलादि नास्ति, अपि तस्ति किन्तु झलादि नास्ति, केवलं वर्णमेलनं भवति, झङ्गन् वः झङ्गन् मह इति भवति. वदामि. लोटकारे तु अस्ति, जङ्गन् लोह तु पित्तस्य, जलि अस्ति, अतः जङ्गन् नकारस्य नशम्पतान्तस्य जलि इति अनेन अनुसारं भवति. अनन्तरम् अनुसारस्य प्रसन्न नकारः अस्ति, जङ्गन् तु इति रूपं भवति. तु अत्र किमपि कार्यं नास्ति, मेलनमेव जङ्गनी तु इति. तात् अस्ति, तात् जलि अस्ति, इत्यपि अस्ति, अतः जङ्गन् योः तात् अत्र गमहनजनकनां गणगसाम् इति सूत्रस्य प्रसक्तिः नास्ति अत्र. अनुनासिकान्त अनुदासिक अनुदत्तोपदेश जनान्तादिक वा प्रथमसूत्रं कार्यं करोति अत्र. नका अत्र नकारस्य लोपः भवति, जङ्गन् इति जङ्गन् योः तात् नकारस्य लोपः भवति, जङ्गतात् इति, तदेव जङ्गताम्. अनन्तरम् अतु भवति, अतु अत्र एव गमघनघन जनागशाम् इति सूत्रं कार्यं कृत्वा उपधाः लोपः भवति, अतः जङ्ग् न तु इति रूपं भवति. महोदय धन्यवादः. हि इति किल भगिनि अत्र जङ्गन्योगः हि इति अस्ति. एतदपि झलादिः अस्ति अपि च अपित् अस्ति इति कृत्वा अत्र ङित्वद् भवति, अतः नकारस्य लोपः भवति, आनुनासिकलोपः भवति प्रथमसूत्रेण. अतः जङ्गयोगः हि जङ्गहि इति रूपं भवति. अत्र हा तदेव अहं चिन्तितवती. अत्रापि इदानीं हि प्रत्ययं निमित्तीकृत्य जङ्घ इति अदन्तं भवति इदानीम्, अतः अतोहेः तस्य प्रसक्तिः भवति. परन्तु अत्रापि आभीयकार्यं भवति इति कृत्वा तस्य दृष्ट्या तत्र न लोपः एव न भवति, अतः अदन्तं नास्ति इति कृत्वा प्रथमस्य एव प्रथमसूत्रस्य एव कार्यं भवति. द्वितीयं प्रति द्वितीयस्य दृष्ट्या प्रथमस्य कार्यम् असिद्धं जातम् इति कृत्वा जङ्गहि इत्येव रूपं भवति. अनुदात्तपदेशसूत्रम् अपि अभ्यकरोति 6437 किल भगिनि. अतः अत्र जङ्घहि एव आगच्छति. सूत्र अस्य सूत्रमासीत् असिद्धत्वत्राभात् इति. अनेन अत्र जङ्घहि एव रूपं साधयति. अपि च तात् इति महोदयेन उक्तम् अत्र अत्रापि अनुनासिकलोपः तात् नित्वत् अस्ति. अनुनासिकलोपः भूत्वा जङ्गयोगः तात् भवति, जङ्गतात् इति. इदानीं पदमस्ति इति कृत्वा जलां जशोन्ते कृत्वा जङ्गताद् वावसाने कृत्वा जङ्गतात् इति रूपे. अपि च तं त अपि समानतया अत्र अनुनासिकलोपः भवति. अनुदात्तोपदेशवनति तनोत्यादीनां अनुनासिकलोपः इति कृत्वा जङ्गतं जङ्गत इति रूपाणि. क्षम्यतां क्षम्यतां भगिनि, अहं किञ्चित् वक्तुं न शक्तवती पूर्वं, क्षम्यतां. नास्ति चिन्ता भगिनि. भगिनी वक्तुम् इच्छति किं लोकलकारस्य उत्तमपुरुषकम्? अनि आम जाति अस्ति, कोऽपि अङ्गकार्यं न भवति, अपि सन्धिकार्यं नास्ति, केवलं वर्णमेदं भवति. झङ्गनानि, झङ्गनाव, झङ्गनाम इति भवति. लङ् लकार जङ्घन् पदागमः भवति, जङ्घन् भवति, अजङ्घन् इति अस्ति. अकारस्य हल्याङ्ग हल्याङ्गोपि अस्ति, अपि प्रत्यक्ष अपि सूत्रेण तकारस्य लोपो भवति, जङ्घन् इति निष्पन्नं भवति, अजङ्घन् इति अस्ति. जङ्घन् अजङ्घन् अजङ्गन् योग ईत् जाति अपि अस्ति, कोऽपि अङ्गकार्यं न भवति, केवलं वर्णमेलनं भवति. अजङ्गनीत् इति भवति. ताम् अस्ति अत्र अनुदातोपदेश वनति तनोति इत्यादि अनुनासिकरूपो झडिङ्ग् इति फले नकारिकरूपं भवति. अजङ्घताम् इति भवति. तदनन्तरं ऊः अस्ति, तत्र अजादि अप्यत् अस्ति, गम हन जन खन गसां लोप इति नङि इति अजादि ङित्परे उपधायां लोप भवति. सो अजङ्घ अजङ्घ्यूः इति भवति. धन्यवादः. विद्या भगिनी अस्ति किं अधुना? अस्मि भगिनि, अस्मि भगिनि. अस्तु भगिनि, भगिनि अग्रे किं जङ्गन् लङ् उत्तमपुरुषः अस्तु. जङ्गन् योगः अम् अत्र क्षम्यताम् ओके. अजङ्गन् योगः स इति प्रत्ययः तत्र हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन स इति प्रत्ययस्य लोपः, तर्हि अत्र अजङ्गन् इत्येव तिष्ठति. तत्र स इति प्रत्ययः पित् पित् प्रत्ययः हलादिपित्. अपि च अजङ्गन् योगः तम् अत्र जङ्गनियोगः तम् अत्र हन् इति धातुः, तत् तर्हि अनुदातोपदेश वनति तनोत्यादीनाम् इत्यनेन नकारस्य लोपः अजङ्गत् अजङ्गतम् अजङ्गत क्षम्यतां क्षम्यताम् अजङ्गनियोगः ईः अत्र तु केवलं वर्णमेलनम् अजङ्गनीः. अजङ्गन् योगः अम् अत्र पुनः वर्णमेलनम् अजादिपित् अजङ्गनम् अजङ्गन् योगः अजङ्गन् योगः व अजङ्गन् व अजङ्गन् म किमपि कार्यं नास्ति. अनन्तरं जङ्गन् जङ्गन् यात् अत्र सर्वे प्रत्ययाः जलादि नास्ति, केवलं नित् प्रत्ययः. अतः अत्र केवलं वर्णमेलनं जङ्गन्यात्, जङ्गन्यातां, जङ्गन्युः, जङ्गन्याः, जङ्गन्यातं, जङ्गन्यात, जङ्गन्यां, जङ्गन्याव, जङ्गन्याम. भगिनि, अत्र प्रश्नः आसीत् भगिनी तदा नासीत् किल, अत्र जङ्गन् इति घकारः कथम् आयाति इति अस्माकं प्रश्नः आसीत्. अभ्यासात् च इति सूत्रेण तत्र यङ्लुगन्तप्रसङ्गे तत्र अभ्यासात् च इति सूत्रेण तत्र अभ्यास उत्तरस्य हकारस्य कवर्गादेशः भवति. सूत्रं विस्मृतवती. अभ्यासात् च. धन्यवादः. अग्रिमं शङ्खन् इति, यतोहि क्षम्यतां भगिनि, अपि च तत्र वयं चिन्तयितुं शक्नुमः अत्र किमर्थं हो हन्तेर् निन्नेषु इत्यनेन एव हकारस्य गकारः किमर्थम् अत्र न भवति इति चेत् अत्र यतोहि अत्र हकारस्य अनन्तरम् अकारः अस्ति, अत्र अकारस्य अत्र केनपि सूत्रेण अत्र अकारस्य लोपः न भवति इति कृत्वा एव अत्र यङ्लुगन्तप्रसङ्गे अत्र यत्र अभ्यासकार्यमस्ति तत्र विशिष्टसूत्रेण हकारस्य गकारः. नूतनरूपाणि स्वीकुर्मः वा? आं भगिनि, जहा इति तदपि कुर्मः वा? जहा इति अपि च अन्ये अपि यथा घस् इति स्वीकर्तुं शक्नुमः, नो चेत् किमपि नूतनं कुर्मः. अस्तु, जहाय कृत्वा अस्तु. अन्य किमपि यङ्गुगन्तदातुं स्वीकृत्य किं जहाय कुर्मः भगिनि, जाहै, जाहै इति कृत्वा तदनन्तरं भिन्नरूपाणि स्वीकर्तुं भगिनि. अहं वा? अस्तु भगिनि, तर्हि इदानीं जाहै इति यङ्गुगन्तदातुः, जाहै योगः ति इति अस्ति, जाहैति जाहै किमपि कार्यं न भवति अत्र, केवलं मेलनमेव भवति इति कृत्वा जाहैति इत्येव आगच्छति. अपि च इति इति अत्रापि केवलं मेलनं भवति जाहैति इति, यत्र तः अस्ति अत्र किं भवति अत्रापि अत्र लोपो व्योर्वलि कार्यं करोति भगिनि, यकारः लोपो व्योर्वलि कार्यं वलि अस्ति इति कृत्वा जाहतः, जाहतः तदनन्तरम् अति अस्ति, अति अत्र तु जाहयति इति भवति, तदनन्तरं सि जाहैसि, जाहयीषि, पुनः लोपो भगिनी अत्र जाहै सि अपि तत्रापि भवति खलु, जाहै बलि अस्ति, तर्हि जाहसि इति भवति. सत्यं, आम् आं भगिनि, धन्यवादः. जाहसि, जाहयीषि, जाहतः, जाहत, मकारः तु मकारः अपि अस्ति. पश्यति लोपव्यवली कथं कार्यं करोति, वया यकार कुत्र अस्ति, जाहै इति यकारः अस्ति न, यकारः अस्ति न, जाहै इति यकारः अस्ति किल, ओ जाकार यकार यकारयोः लोपः. महोदय अत्र जाहै धातु जाहा जाहै जाहै जाहै ओके अकार अकार अकार जकार अस्ति, अत्र महोदयेन एकारान्त दातवः इति अग्रे तन्तन् अनन्तरं दत्तवान्, धातवः यत्र दत्तमस्ति तत्र गं क्षिन् खनु जन् हन् तन् तदनन्तरं यकारान्तदातवः है दा गतौ जाहै इति यङ्लुकि इति दत्तं किल तत्र. अपि वलि अस्ति इति कृत्वा तत्रापि यलोपः भवति, अतः जाहमि जाहयीमि पुनः जाहवः जाहमः लोट् सरलभगे लोट् लकारे जाहयोग तु तु अपि वल् प्रत्याहारे अस्ति सो वलि पित्वा अपि तस्य सति नास्ति न पित्वा अपि जाहतु इति भवति जाहयितु तात् पुनः लोपो व्योवलि इति सूत्रकार्यं करोति जाहतात् जाहताम् इति भवति. मध्यमपुरुषे उत्तमपुरुषे अपि जाहय योग हि हि इति वलि नास्ति न हि अस्ति वलि अस्ति तो अत्र यकारस्य लोप जाहि इति भवति किन्तु जाहि हकार हकार एकं सूत्रमस्ति न हकारपरि हकार अस्ति तत् स्मरण ओके अकारस्य लोपभू जाहि अत्र जाहि इत्यस्मिन् अकारस्य लोप क्षम्यतां हि इत्यस्य लोपः भवति क्षम्यतां हि इत्यस्य लोपः भवति किम् अतो हे हि इत्यस्य कार्यं भवति किम् तर्हि जाह इति एव रूपं जाह अस्तु. तदनन्तरं यकारस्य रूपं भूत्वा जाहता जाहतां जाहत इति भवति आनि आव आम वर्णमेलनं केवलं भवेत् जहयानि जहयाव जहयाम. महोदय वदति किम् अत्र अजहाय इति रूपं मेलनकारः अत्र वल् प्रत्ययः अथवा यकारस्य अलोपं भूत्वा अजहा अजहात् तस्मात् पूर्वम् अन्यभ्यो दीर्घस्तुतिस्य कृतं आम् तदपि भवति अजहाय योहत् अत्र हल्यापव दीर्घात् सुदिशा कृतं हल् इति सूत्रेण तकारः लोपः भवति अनन्तरम् अजहाय एव रूपं भवति महोदय. अनन्तरम् ईत् किमपि कार्यं भवितुमर्हति अतः अजाहयीत् इति रूपं क्षम्यतां महोदय अत्र अत्र किञ्चित् चिन्तनार्थम् अत्र अजाहै योगः अत्र हल्याभ्यो दीर्घात् अपि च लोपो व्योर्वलि द्वयोः प्रसक्तिः अत्र किं चिन्तनमासीत् तर्हि अत्र हल्याभ्यो दीर्घात् इति प्रथमं कार्यं करोति इति वदामः वा इति मम अवगमनम् इति मम चिन्तनं तर्हि तदनन्तरं तत्र लोपो व्योर्वलि कार्यं करोति वा न करोति. प्रत्ययलोपे प्रतिलक्षणम् इति कर्तुं शक्नुमः अत्र प्रत्ययलोपे प्रत्ययलक्षणं कार्यं करोति चेत् अस्ति. लक्षणनिमित्तं कार्यं नास्ति खलु, एक तु केवलं वर्णनिमित्तं कार्यम् अस्ति खलु लोकोद्यालयः. वर्णनैमित्तिककार्यम् अस्तु. तर्हि अत्र अजाहै इति रूपं वा भवितुम् अर्हति किं तादृशम्? केवलं चिन्तनार्थम् अत्र किमर्थम् इत्युक्ते अत्र काशिकायाम् अत्र लोपो व्योर्वली इति सूत्रमेव अपृक्तसंज्ञा सूत्रात् पूर्वं कार्यं करोति इति दत्तमस्ति. तादृशं किमपि दत्तमस्ति अतः एव अत्र हल्याभ्यो कार्यं करोति वा. सूत्रसङ्ख्या किम् अस्माकं 6167 हल्याभ्यो दीर्घात्सुतिस्य पृष्टं हल्. ममापि स्पष्टता नास्ति अत्र, प्रायः महोदय वर्गे वदति इति चिन्तयामि. एतत्तु परसूत्रमपि अस्ति हल् लोपो हल्याभ्यो इति परसूत्रं लोपो व्योर्वलि 6166 हल्याभ्यो 6167 अस्तु भगिनि यत्किमपि भवतु. आं भगिनि, तत्र सुप्रत्ययस्य अपि तथा एव उदाहरणार्थं पश्यामः आशिष् इति अस्ति भिन्नस्ति कुर्मः चेत् किमस्ति यत्र हलन्त सुप्रत्ययं स्वीकुर्मः चेत् तदनन्तरं सुप्रत्ययस्य स्थितिः आयाति. तत्रापि हल्याभ्यो इति प्रथमं कृत्वा हलन्तरूपं हलन्तरूपम् इव एव तिष्ठति. पुनः वदतु भगिनी, नावगतम्. हलन्तरूपं किमपि वदतु, हलन्त प्रातिपदिकं सरित् वाक् इति स्वीकुर्मः चिन्तयतु. वाक् इति अनन्तरं वाच् इति अस्ति खलु, वाच् योगः सुप् अस्ति. तर्हि सुप्रत्ययस्य इस् इति एव तिष्ठति सुप्रत्ययस्य. उकारस्य संज्ञा पकारस्य संज्ञा भवति तर्हि इस् इति तिष्ठति. तत्र अत्रापि अन्याभ्यो दीर्घसुप्रत्यया कृतं हल् इत्यनेन सकारस्य लोपः भवति, अनन्तरं भूत्वा एव वाच् इति एव तिष्ठति, अनन्तरं वाक् इति भवति. तर्हि तत्रापि यत्र हल्याभ्यो इत्यस्य एव प्रस्तुति पादौ कार्यं करोति खलु तादृशं. तर्हि परन्तु तत्र तु लोपो व्योर्वलि इत्यस्य कार्यं प्रसक्तिः एव नास्ति. वकारान्तप्रातिपदिकं त्रिमव् इति तादृशं स्वीकरोतु. किं भगिनि? त्रिमव् इति वकारान्तदातवः किल, धातवः न प्रातिपदिकं समानकार्यम् अस्तु भगिनि. हा अग्रे गच्छतु भगिनि, किञ्चित् मे गृहपाठरूपेण चिन्तयामः. अत्र कथं भवितुम् अर्हति अन्तिम चिन्तयित्वा प्रायः चिन्तयित्वा धन्यवादः महोदय. अनन्तरं ईत् अजः जहायित् तामस्य अत्र अजहाय तां महोदय. अनन्तरं जाहै जहा नास्ति तत्र जाहै जाहै जाहैताम् आजाहैताम् आजयुः. अनन्तरं मध्यमवर्षे आजहाय अत्रापि हल्यापि दीर्घासृक्तं हल् इति सूत्रं कार्यं करोति. अतः सकारलोपः यकारः अपि तिष्ठति इति स्मृत्वा आजहाय् इति ईः आजहायिः आजहायितम् आजहायित अनन्तरम् आजहायम् तत्र सकारः वलि अस्ति किल तां तं त अम् लङ्लकारे उत्तमपुरुषे अम् न तस्य पूर्वं प्रथमपुरुषे तां मध्यमपुरुषे तं त सर्वत्र अत्र अत्र यलोकं भवितुम् अर्हति समीचीनं आमाम् आजहा तम् आजहात इति यलोकं भूत्वा अत्रापि कथं क्षम्यताम् अम् अस्ति अत्र मेलनमेव आजहायम् आजहायिव आजहाय मा इति रूपं भवति तत्रापि ओ मकार अपि मीन्स् आजहाय आजहाव आजहाव आजहाव आजहाव अजहाव जाह जकारस्य दीर्घं करोतु हकारस्य ह्रस्वं जहा नास्ति जाह जाह आजाह आजाहव आजाहम इदानीं सम्यक् वा अनन्तरं विधिलिङ्गे यात् किमपि कार्यं यालो किं मास्ति वा वलिनास्ति अधः जहाय जहायात् जहायात् जहायतां जहायुः जहायाः जहायतम् जहायात जहायाम जहायाव जहायाम इति समयः अतीतः इतोपि कर्तव्यं किल विरमामः भगिनि धन्यवादः धन्यवादः भगिनि शुभरात्रिः धन्यवादः महोदय शुभरात्रिः धन्यवादः